नमस्सर्वेभ्यः. पुनः अस्माकं नूतनव्याकरणवर्गे सर्वेषां स्वागतम्. धातुगणाः इति विषये वयं पठन्तः स्मः. तत्र गते सप्ताहे वयं एतावता दशधातुगणानां विषये अधीतवन्तः. दशधातुगणाः सन्ति इति ज्ञातवन्तः. अपि च प्रत्येकस्मिन् गणे भिन्नभिन्नविकरणप्रत्ययाः सन्ति. तेन कारणेन प्रत्येकस्मिन् गणे रूपाणि भिद्यन्ते इति अपि ज्ञातवन्तः. तर्हि अत्र सामान्यतया धातुः अस्ति, अनन्तरं विकरणप्रत्ययः अस्ति धातोः अनन्तरं, तदनन्तरं तिङ्प्रत्ययः अस्ति. मध्ये यः विकरणप्रत्ययः अस्ति सः प्रत्ययः प्रत्येकस्मिन् गणे भिन्नः अस्ति. अतः तिङन्तरूपाणि भिद्यन्ते. कुत्र कुत्र धातुगणानां प्रसक्तिः अस्ति इति चेत् सार्वधातुकलकारेषु. इत्युक्ते कः सार्वधातुकलकारः इत्युक्ते अत्र लट् लकारः, लोट् लकारः, लङ् लकारः, अपि च विधिलिङ् लकारः. तत्र सर्वत्र दशधातुगणानां प्रसक्तिः अस्ति. अतः प्रत्येकस्मिन् गणे भिन्नभिन्नविकरणप्रत्ययाः सन्ति. अतः अस्माकं प्रथमः प्रश्नः अस्ति, धातुः कस्मिन् गणे अस्ति इति प्रश्नः. यदि वयं धातुः कस्मिन् गणे अस्ति इति जानीमः चेत् तर्हि तदनन्तरं तत्र तस्मिन् गणे विकरणप्रत्ययः कः इति अपि जानीमः चेत् तर्हि अत्र तिङन्तरूपं साधयितुं शक्नुमः. सौलभ्येन तिङन्तरूपं साधयितुं शक्नुमः. तर्हि तदनन्तरं वयं किं कृतवन्तः इति चेत् प्रथमं धातुगणानां विषये ज्ञातवन्तः. तदनन्तरं व्याकरणे गुणः इति एकः सिद्धान्तः अस्ति व्याकरणे. गुणः नाम कः इति अपि ज्ञातवन्तः. गुणकार्यं नाम किम् इति अधीतवन्तः. इदानीम् अत्र विजयलक्ष्मी भगिनी वदति वा गुणः इत्युक्ते किम् अत्र व्याकरणे? व्याकरणे गुणः इत्युक्ते तद् एका संज्ञा, नामपदं. गुणकार्यम् इत्युक्ते एतस्य एतौ गुणकार्यं यदा भवति परिवर्त्यते, ए इति परिवर्त्यते, उ इति द्वौ वर्णौ, ओ इति परिवर्त्यते, रु इति द्वौ वर्णौ, अर् इति परिवर्त्यते. एतस्य नाम एव गुणकार्यम्. हा, बहु सम्यक् सम्यक् उत्तमं, धन्यवादः भगिनि. कृपया म्यूट् मध्ये भवतु. अस्तु, तर्हि इदानीम् अत्र वेङ्कटरामन् महोदय, अत्र गुणकार्यम् इति गुणकार्यं नाम किम् इति भगिनी उक्तवती, तर्हि गुणकार्ये किं भवति? अत्र स्थलद्वये अथवा नियमद्वयम् अस्ति गुणकार्यस्य कृते, तद्वयं दृष्टवन्तः गते सप्ताहे. तर्हि गुणकार्यम् इत्युक्ते तत्र नियमद्वयं किम्? प्रथमनियमः अन्ते ईकारः वा ईकारः वा उकारः वा ऊकारः वा ऋकारः वा ऋकारः वा यदा भवति तस्मिन् समये गुणेन एकारः ओकारः अर्कारः क्रमशः आगमिष्यति. यत्र पूर्ववर्णः अन्तिमात् पूर्व वर्णः ह्रस्वः भवति, इकारः उकारः ऋकारः भवति चेत् गुणकार्यः भवति. बहु समीचीनं, बहु समीचीनम्. अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति तस्य नाम किं? तस्य नाम स्मृतवान् उपधा इति उपधावर्णः हा समीचीनं सम्यक् बहु सम्यक् तर्हि सर्वे अवगतवन्तः खलु गुणकार्यं नाम किं कथं भवति गुणकार्यम् इति कोऽपि प्रश्नः वा अस्तु गुणकार्यं स्पष्टमस्ति चेत् इदानीं वयम् अभ्यासं प्रति गन्तुं शक्नुमः सर्वे कृपया धातुगण अभ्यासः इति करपत्रम् उद्घाटयन्तु धातुगण अभ्यासः इति अस्ति वा सर्वेषां पुरतः अस्तु तर्हि अत्र विनय महोदय विनय महोदय कृपया अन्म्यूट् करोतु *6 नोदयित्वा करपत्रात् पठति वा विनय महोदय अस्ति वा अस्तु तर्हि हरीश् महोदय अहमस्मि धातुगणाभ्यासः तत्र प्रथमः धातुः गृज् तत् उदाहरणरूपेण दत्तमस्ति तस्मात् परं पठितव्यं वा प्रथमम् अत्र किं कर्तव्यम् इति एकवारं पठतु अत्र एतावता धातुगणानां प्रसङ्गे मन्निकटे यत् पत्रमस्ति तस्मिन् पत्रे साक्षात् धातुगणाभ्यासः इत्येव दत्तमस्ति तत्र धातुः अस्ति क्रियापदं गणः गणस्य नाम धात्वर्थः इति रूपेण चिन्ता नास्ति अत्र किञ्चित् परिवर्तनं जातं करपत्रे अतः अत्र एकक्षणम् अन्य कोऽपि पठतु आरम्भे तदनन्तरं भवान् आरम्भं करोतु अस्तु कः वदति हा वेङ्कटरामन् महोदय अत्र अन्य कोऽपि पठतु महोदय तदनन्तरं भवतः अवसरः अस्तु अत्र उषा भगिनी पठति वा आं महोदय हा पठतु शुच् न अत्र एतावता धातुगणानां प्रसङ्गे आं महोदय एतावता धातुगणानां प्रसङ्गे गुणस्य प्रसङ्गे च बहु किमपि ज्ञातम् अधुना अभ्यासः करणीयः अस्मिन् कोष्टके धातवः दत्ताः सन्ति एकैकस्य लट् लकाररूपम् अपि दत्तं धातवर्थः अपि दत्तः धातुं च लट् लकाररूपं च दृष्ट्वा गणं गणस्य नाम च पूरयतु अत्र किमस्ति कोष्टके धातु अस्ति क्रियापदम् अस्ति गणः अस्ति गणस्य नाम अपि कर्तुं शक्नुमः वयं धातवर्तवि अपि अस्ति गृज् धातुः अस्ति क्रियापदं गर्जति इति निष्पन्नं गणः अस्ति प्रथमगणः द्वादिगणः धातवर्तः अस्ति शब्दे सा शब्दे तर्हि अत्र गृज् धातुः भुवादिगणे अस्ति आं महोदय हा यदि भवती न जानाति गृज् धातु भुवादिगणे अस्ति इति न जानाति तर्हि गृज् धातु भुवादिगणे अस्ति इति कथं ज्ञातुं शक्नुमः ज्ञातुं शक्नोति गृज् धातु गृ गर्जति अर् गर्जति गुणः भवति महोदय कस्य गुणः भवति अर् इति भवति रि गृ सत्यम् अर् इति भवति कस्य गुणः भवति कीदृशवर्णस्य रु ऋकारस्य गुणः भवति अनन्तरं गर्जति इति तिष्ठति अहं कथं वक्तुं शक्नुमः इति चेत् तत्र गृज् इति धातुः अस्ति तत्र ऋकारस्य स्थाने अर् इति भवति तर्हि गर्ज् इति भवति तदनन्तरं भुवादिगणे विकरणप्रत्ययः कः शप् तर्हि गर्ज् हा वदतु। चकारपकारयोः लोपः भवति, अकार तिष्ठति। सत्यं। तर्हि गर्ज् योगः अकारः शप् अकारः योगः ति, तर्हि तत्र किं भवति? गर्जति इति भवति। वर्णमेलनं कृत्वा गर्जति इति रूपम् आगच्छति। बहु सम्यक्, समीचीनं भगिनि, धन्यवादः। इदानीं हरीश् महोदय। एवं तत्र अग्रिमः धातुः अस्ति शुच् इति, तत्र लटी रूपं तत्र दीयते शोचति इति। अयं धातुः हलन्तधातुः, अत एव तत्र उपधायां कः स्वरः अस्ति इति द्रष्टव्यं। तत्र उकारः वर्तते, उकारस्य गुणकार्यं जातम्, अत एव शोचति इति क्रियापदं दत्तमस्ति, अत एव भ्वादिगणे अस्ति अयं धातुः। बहु सम्यक्, समीचीनं, सम्यक्। अस्तु, धन्यवादः महोदय। विनय महोदय अस्ति वा? अस्तु, तर्हि मोहन महोदय अग्रे अग्रिमं करोति वा? भगिनि, आं भगिनि, एज् धातु कम्पने क्रियापदम् अस्ति। क्षम्यतां महोदय, अत्र किम् अस्ति इति इत्युक्ते अत्र करपत्रं किञ्चित् परिवर्तितम्, अतः धातुः अस्ति तिल्। हा, भवतः पार्श्वे अत्र कम्प्यूटर् सङ्गणकमस्ति चेत् अत्र वेब् मध्ये दृष्ट्वा, नो चेत् अहं वदामि धातुः, दातुम् अहं वदामि। अस्तु अस्तु भगिनि। तिल् इति धातुः, तिलति इति क्रियापदम्। अयं धातु तुदादिगणे अस्ति, यतोहि अत्र पुगन्त उपधायाम् इकारः अस्ति, लघु इकारः अस्ति, किन्तु अत्र एतस्य गुणकार्यं न जातम्, अत एव यदि अयं धातोः भ्वादिगणे अभविष्यत् तर्हि तेलति इति रूपपरिवर्तनम् अभविष्यत्, अतः तुदादिगणस्य विकरणप्रत्ययः अस्ति, तुदादिभ्यः अः अवशिष्यते, अथ तिलति इति, अथ तिल् धातुः तुदादिगणे अस्ति। सत्यं सत्यं, बहु सम्यक्, उत्तमं। तर्हि तिल् योगः शयोगः ति, खलु? आं भगिनि। हा, तर्हि तिल् योगः श इत्यस्मिन् अकारः एव अवशिष्यते, तर्हि तिल् योगः अयोगः ति तिलति। सम्यक्, बहु सम्यक्, धन्यवादः महोदय। तर्हि अत्र अन्ये के सन्ति, कृपया नाम उच्यताम्। अहमस्मि भगिनि, सुमित्रा अस्मि। सुमित्रा, हा, अन्य कोऽपि अस्ति वा? शृणोमि भगिनि। अस्तु अस्तु अस्तु, कः? सुमन। हा, सुमन्, हा, प्राप्तं प्राप्तं। शीतल् अस्मि। शीतल् भगिनी, हा, प्राप्तम्। अस्तु तर्हि, अस्तु तर्हि अग्रे अत्र गीताञ्जलि भगिनी अग्रे करोति वा? हरि हरि ओम्। हा, का अस्ति? सावित्री भगिनी वा? श्रूयते किल? आम्। हा हा, नमस्कार भगिनि। नमस्ते भगिनि। चि चि अग्रे धातु, चि चिनोति इति दत्तं लटि रूपं, नकार नो आगच्छति अत्र, श्नु धातु श्नु सोरि विकरण श्नु विकरण स्वादिगणे गणस्य विकरण अस्ति, तदनन्तरं चि योगः नो योगः तिङन्तप्रत्ययः ति चिनोति अस्ति, पञ्चमगणः पञ्चमः गणः स्वादिगणः अस्ति। हा, बहु समीचीनं, स्वादिगणे अस्ति, तर्हि क्रियापदमस्ति चिनोति। हा, सम्यक्, अस्तु, धन्यवादः भगिनि। अग्रे राधिका भगिनि। अस्तु भगिनि, अत्र अग्रिमधातुः अस्ति शुष् इति, क्रियापदं शुष्यते इति आगच्छति लटि, अत्र यकारः दृश्यते, अतः चुरादिगणः इति चुरादिगण न दिवादिगणः इति अत्र श्यप् इति प्रत्यय विकरणप्रत्यय श्यप् इति दिवादिगणे प्रत्ययः कः श्यन् श्यन् श्यन् श्यन् श्यन् श्यन् क्षम्यताम् अत्र शकारनकारः लोपः भवति शकारयोः लोपः भवतः अतः यकार एव तिष्ठति अतः शुष्यति इति यकारः तिष्ठति वा य इति तिष्ठति वा य तिष्ठति क्षम्यतां य तिष्ठति शुष्यति इति रूपं शुष्यति इति रूपं समीचीनम् अत्र अत्र चुरादिगणे चुरादिगणे नास्ति इति कथं ज्ञातवती चुरादिगणे इत्युक्ते अय आगच्छति अत्र अय न तिष्ठति अय न अस्ति नास्ति अत्र य एव अस्ति अत्र अतः दिवादिगणे अतः दिवादिगणे चुरादिगणे नास्ति अस्तु समीचीनम् अस्तु धन्यवादः भगिनि अग्रे शीतल भगिनि तुदादिगणे हा दिशति तुदादिगणे कथं ज्ञातवती तुदादिगणे अस्ति इति उपधा ह्रस्व अस्ति किन्तु गुणा न भवति हा उपधायां ह्रस्व इकारः अस्ति परन्तु गुणः न जातः अतः अत्र तुदादिगणे अस्ति खलु तर्हि तुदादिगणे विकरणप्रत्ययः कः तर्हि अत्र अत्र वदतु तत्र कथं भवति दिश्योगः दिश्योगः अयोगः दिशति दिशति हा सम्यक् समीचीनं भगिनि धन्यवादः अग्रे अत्र विजयलक्ष्मी भगिनि मीनाति न विल् इति अस्ति खलु ओ विल् वेलयति अत्र अय इति अवशिष्यते चुरादिगण वेलयति हा सम्यक् तत्र कथं भवति विल् योगे अय उपधा ह्रस्व इकारः अस्ति तस्य गुणः भवति तत्कारणं वेल इति भवति अनन्तरं य अनन्तरं तिङन्तपदस्य ति वेलयति इति भवति चुरादिगणे अस्ति समीचीनं सम्यक् धन्यवादः अग्रे वेङ्कटरामन् महोदय अग्रिमधातुः मी इति मी दत्तमस्ति तस्य लटि मीनाति इति इत्यपि दत्तमस्ति एषः धातुः त्रयादिगणे नवमगणे भविष्यति नवमगणस्य विकरणप्रत्ययः श्ना सकारस्य लोपः भवति न अवशिष्यते अतः मीनाति इति नवमगणः त्रयादिगणे भविष्यति एकवारं वदतु अत्र कथं तत्र योगः इति उक्त्वा वदतु मी योगः विकरणप्रत्ययः न योगः ति तिङन्तप्रत्ययः मीनाति हा समीचीनं सम्यक् अग्रे प्रिया भगिनी आं भगिनि कृष् धातु अस्ति, कृषति इति लटीरूपम्, एतत् तुधादिगण अस्ति, कृष् श्वः विकरणप्रत्यय अस्ति, शलोपानन्तरम् अ एव अवशिष्यते, कृष् योगः अ योगः ति कृषति. सम्यक्, कृषति, सत्यं, समीचीनं. तर्हि अत्र भगिनी अत्र भवती एव वदतु, अत्र पूर्वस्मिन् उदाहरणे, अत्र पूर्वस्मिन् उदाहरणे मीनाति इति रूपमासीत्, तत्र मी इत्यस्य गुणः न जातः, किमर्थम्? दीर्घ ईकारः अस्ति भगिनि, तदेव. मी योगः न योगः ति, दीर्घ धातोः अन्ते दीर्घ ईकारः अस्ति चेदपि भवति खलु? आम् आम्. अत्र रमा भगिनी वदति वा? रमा भगिनी स्टार् सिक्स् नोदयतु. न जानामि, न जानामि. कदा गुणः भवति, गुणः कदा भवति? ह्रस्व दीर्घ इकार द्वौ, ह्रस्व दीर्घ इकार द्वौ मध्ये गुणः भवति. द्वौ मध्ये गुणः भवति, परन्तु तत्र तदनन्तरं कीदृशप्रत्ययः भवेत्? शप् भुवादिगणे शप्. हा, तत्र किं वयं किं ज्ञातवन्तः? अत्र कोऽपि वदतु. शकार अस्ति चेत् गुणस्य प्रसङ्गः अस्ति, पकार अपि भवितव्यं, न भवेत् चेत् गुणस्य बाधा अस्ति. सत्यं, तर्हि अत्र किमस्ति? हा, अवरोधः अस्ति. अत्र किमस्ति? अत्र तु श्ना एव अस्ति, गुणस्य प्रसङ्गः अस्ति, परन्तु पकारः नास्ति, तदेव गुणस्य अवरोधम् अस्ति. अतः गुणकार्यं न न कर्तव्यं. सम्यक् सम्यक्, स्पष्टमस्ति वा सर्वेषां कृते किमर्थम् अत्र गुणः नास्ति इति? मीनाति इति क्रियापदे तत्र मीयोगः. अवगन्तुं न शक्नोमि. हा, भगिनि पुनः वदतु. कदा गुणस्य कार्यं भवति इति चेत् विकरणप्रत्यये शकार अस्ति चेत् तत् शकारस्य लोपः भवति, परन्तु तस्य कार्यं गुणस्य कार्यं प्रेरयति. परन्तु गुणस्य कार्यं करणीयं चेत् पकारः अपि भवितव्यं विकरणप्रत्यये एव. पकार अस्ति चेत् गुणस्य गुणकार्यं भवति, पकारविकरणप्रत्यये न अस्ति चेत् गुणस्य अवरोधं भवति, तत्समये गुणकार्यं न करणीयम्. स्पष्टं वा भगिनि? न, पुनः एकवारं अहं पठामि अग्रिमवर्गे. न, इदानीं शृणोतु, इदानीं शृणोतु. अत्र विकरणप्रत्ययः मीनाति इत्यस्मिन् विकरणप्रत्ययः कः? श्ना इति विकरणप्रत्ययः खलु? क्रियादिगणे अस्ति, अतः श्ना इति विकरणप्रत्ययः. श्ना इति विकरणप्रत्यये तत्र शकारः गच्छति, शकारः शकारस्य इत्संज्ञा भूत्वा लोपः भवति, तर्हि तत्र प्रत्यये शकारः अस्ति. शकारः अस्ति चेत् तत्र किं भवति? शकारः अस्ति चेत् गुणस्य प्रसक्तिः अस्ति, गुणस्य कृते प्रेरणा अस्ति. परन्तु यावत्पर्यन्तं पकारः नास्ति, विकरणप्रत्ययः पकारः नास्ति चेत् गुणकार्यं न भवति, यतोहि तत्र बाधा अस्ति. अतः सर्वत्र गुणस्य यत्र यत्र गुणकार्यं भवतु इति चिन्तयामः चेत् तत्र प्रत्यये शकारः अपि भवेत्, पकारः अपि भवेत्. केवलं शकारः अस्ति चेत् गुणकार्यं न भवति. तत्र केवलं गुणस्य कृते प्रेरणा अस्ति, परन्तु पकारः नास्ति, अतः बाधा अस्ति. अतः तस्मिन् सन्दर्भे गुणकार्यं न भवति. अतः अत्र मीनाति इत्यस्मिन् सन्दर्भे मीयोगः श्ना, अत्र केवलं षकारः अस्ति, पकारः नास्ति, अतः अत्र गुणकार्यं न भवति. अतः दीर्घ इकारः मी इत्यस्मिन् दीर्घ इकारः तथैव तिष्ठति, तस्य परिवर्तनं न भवति. अतः मीनाति इति रूपम्. स्पष्टं वा? एकः प्रश्नः भगिनि, गुणकार्यम् उपधा स्थाने अस्ति, अत्र उपधा मी उपधा मकार अस्ति. हा, गुणकार्यं नियमद्वयम् अस्ति इति उक्तं खलु, गुणकार्यस्य कृते नियमद्वयम् अस्ति इति उक्तं खलु. इत्युक्ते धातोः अन्ते स्वरः अस्ति, इत्युक्ते इकारः उकारः ऋकारः अस्ति, ह्रस्वः भवतु दीर्घः भवतु, तत्र धातोः अन्ते स्वरः अस्ति चेत् गुणकार्यं भवति. अस्तु, अनन्तरं द्वितीयः नियमः कः इति चेत्, उपधायां ह्रस्व लघुवर्णः, लघु इकारः, लघु उकारः, लघु ऋकारः, ह्रस्व ऋकारः अस्ति चेत् तत्रापि गुणकार्यं भवति. कदा भवति? कारणं किम्? कारणम् इत्युक्ते प्रत्यये शकारः अपि भवेत्, पकारः अपि भवेत्, तदा एव गुणकार्यं भवति. केवलं शकारः अस्ति चेत् गुणकार्यं न भवति. स्पष्टं वा? आं भगिनि, केवलं एक नियम यदा प्रसक्तिः, तदनन्तरम् अपि द्वितीयनियमेन गुणकार्यं भवति इति अहं मन्ये. अत्र द्वितीयनियमः कः? यदि उपधा ह्रस्व नास्ति, तदनन्तरं गुणकार्यं न भवति. सत्यम्. उपधायां ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः नास्ति चेत् तत्र गुणकार्यं न भवति. किन्तु अत्र भगिनी वदितवती अनन्तरं कारणं, विकरण शप् नास्ति चेत्, श्ना अस्ति चेत्, नकार अस्ति चेत् गुणकार्यं न भवति. द्वयोः कारणेन गुणः न भवति अत्र. न, द्वयोः कारणेन नास्ति अत्र. मी इति धातोः अन्ते कः वर्णः? दीर्घ इकारः. दीर्घ इकारः धातोः अन्ते अस्ति चेत् गुणकार्यं भवितुम् अर्हति वा? न भगिनि. न, अत्र नियमद्वयम् इति उक्तं खलु. अत्र प्रथमनियमः कः? धातोः अन्ते यः स्वरः अस्ति, सः इकारः उकारः ऋकारः वा अस्ति चेत्, ह्रस्वः भवतु दीर्घः भवतु, यत्किमपि भवतु, तत्र गुणकार्यं भवितुम् अर्हति. अत्र मी इत्यस्मिन् दीर्घ इकारः अस्ति अन्ते, अतः गुणकार्यं भवितुम् अर्हति. यदि अनन्तरं प्रत्ययः तादृशप्रत्ययः अस्ति चेत् गुणकार्यं भवितुम् अर्हति. परन्तु अत्र प्रत्ययः श्ना अस्ति, न तु शप्, अतः गुणकार्यं न भवति, यथा भगिनी उक्तवती. अधुना अवगच्छामि भगिनी. धन्यवादः. अस्तु महोदय, एकः सन्देहः अस्ति, प्रष्टुमिच्छामि. शप् यदा विकरणप्रत्यय शप् इति अस्ति, तदनन्तरं सप् प्रवर्तते सकारस्य सकारविकरणप्रत्ययेन गुणकार्यं निमित्तं भवति. अनन्तरं पकारस्य पकारस्य नियमनेन गुणकार्यं समाप्तमस्ति. पुनः वदतु, पकारः अस्ति चेत् गुणकार्यं समाप्तम् इत्युक्ते? यत्र यत्र सकारपकारः द्वयोः विकरणप्रत्यये स्तः तत्र तयोः लुक् अनन्तरं गुणकार्यं भवितुम् अर्हति. सकारणेन गुणकार्यस्य निमित्तं भवति, अकारणेन गुणकार्यस्य समाप्तं भवति. हा, इत्युक्ते अत्र अदादिगणे इति सन्दर्भः अस्ति चेत् अदादिगणे एव विकरणप्रत्ययः शप् इत्यस्य लुक् भवति खलु. अदादिगणे अत्र अदादिगणे धातुः अदादिगणे अस्ति, अपि च अनन्तरं तत्र विकरणप्रत्ययः शप् अस्ति, शप् इति प्रत्ययस्य लुक् भवति. तर्हि इदानीं प्रत्ययः एव नास्ति, प्रत्ययस्य लोपः जातः, तर्हि तत्र तत्र गुणकार्यं भवति न वा इति प्रश्नः खलु. यतोहि शप् इति आसीत्, इदानीं नास्ति. तर्हि वस्तुतः अत्र विशिष्टः नियमः अस्ति. अत्र एकं सूत्रमस्ति, न लुमताङ्गस्य इति एकं सूत्रमस्ति. तेन सूत्रेण तस्मिन् सन्दर्भे गुणकार्यम् अत्र किमपि अङ्गकार्यमेव न भवितुम् अर्हति. अतः यतोहि प्रत्ययस्य लोपः लुक् इत्यनेन अभवत्, अतः अदादिगणे अत्र शप् निमित्तीकृत्य गुणकार्यं न भवति, यतोहि शप् इत्यस्य लोपः अभवत्. अतः मम द्वितीयसन्देहः, शप् शप् विकरणप्रत्ययः प्रथमगणे अनन्तरम् अदादिगणे भवितः भवतः भवादिगणे भवादिगणविधाय गुणकार्यं कुत्रापि न भवति इति वक्तुं शक्नुमः वा? हा, भवादिगणे विहाय अत्र चुरादिगणे अपि गुणकार्यं भवति, यतोहि तत्रापि शप् अस्ति, तत्रापि गुणकार्यं भवति. चुरादिगणे अपि गुणः भवति, शप् अस्ति. अनन्तरम् अत्र तनादिगणे यः प्रत्ययः अस्ति, उ इति प्रत्ययः, तत्रापि गुणकार्यं भवितुम् अर्ह गुणकार्यं भवति तत्रापि उ इति प्रत्ययः. किमर्थं भवति इति अग्रे गत्वा पठामः, पठिष्यामः तस्मिन् सन्दर्भे. परन्तु उ इति प्रत्ययः कीदृशप्रत्ययः सर्वम् अग्रे गत्वा पठित्वा तत्र अवगन्तुं शक्नुमः किमर्थं तत्र गुणः भवति इति. परन्तु इदानीम् अवगच्छतु, तत्रापि गुणः भवति. अस्तु अस्तु, धन्यवादः धन्यवादः महोदय. समीचीनम्. अस्तु, कः? सावित्री. हा, वदतु. तिल् विल् यत् द्वयोः भेदम् एकवारं स्पष्टं कर्तुं शक्नोति? तिल् इति गणः तत्र भिन्नः अस्ति किल, वेल् इति चुरादिगणे अस्ति, वेल इति तिल् इति प्रातिपदिकं वदतु. तद् प्रातिपदिकं तु समानमिव दृश्यते, तिल् विल् इति धातुः प्रातिपदिकं नास्ति, धातुः. क्षम्यतां. तिल् इति धातुः, तत्र तिल् इति धातुः, तत्र तिलति इति क्रियापदमस्ति, तिलति. तत्र वस्तुतः तिल् योगः, अत्र तिल् इत्यस्मिन् तत्र उपदायाम् इकारः अस्ति. उपदा इत्युक्ते तत्र तिल् इति धातोः, हा, धातोः अन्ते लकारः अस्ति, अन्तिमवर्णः अस्ति लकारः. तस्मात् पूर्वं यः वर्णः अस्ति तस्य नाम एव उपदा. तर्हि तिल् इत्यस्मिन् इकारः एव उपदा. तकारस्य अनन्तरं यः इकारः अस्ति सः वर्णः उपदावर्णः. तर्हि अत्र तिलति इति रूपम्, अतः अत्र गुणः न जातः. तर्हि यतोहि तत्र विकरणप्रत्ययः श अस्ति, तिल् योगः श योगः ति. श इति विकरणप्रत्यये शकारः अस्ति, तर्हि गुणस्य कृते प्रेरणा अस्ति, परन्तु पकारः नास्ति. पकारः नास्ति इति कृत्वा गुणकार्यं न भवति, अत्र बाधा अस्ति, अतः तत्र तिलति इति एव रूपम् अस्तु. परन्तु अत्र विल् इति धातुः अस्ति, विल् इति धातुः, तत्र रूपमस्ति वेलयति, वेलयति इति रूपं. तर्हि वयं रूपं दृष्ट्वा ज्ञातुं शक्नुमः तत्र विल् इत्यस्मिन् उपदायां यः इकारः अस्ति तस्य परिवर्तनं जातं खलु, अत्र इकारस्य एकारः जातः, तर्हि तत्र गुणकार्यम् अभवत् इति ज्ञातुं शक्नुमः. अपि च अत्र विल् इत्यस्य अनन्तरम् अय इति श्रूयते खलु, वेलयति अय इति श्रूयते. रूपं दृष्ट्वा एव निर्धारणं करणीयं, नो चेत् न शक्नुमः. हा हा, नो चेत् न शक्नुमः. भगिनि, केवलं धातु दृष्ट्वा गणः न वक्तुं शक्नुमः, केवलं धातु दृष्ट्वा गणः वक्तुं शक्यते यदि धातुपाठः अस्माकं मनसि चेत्. लटि दृष्ट्वा वक्तुं शक्यते. हा, लटि दृष्ट्वा वक्तुं शक्यते. अभ्यासेनैव तिल् विल् इति धातु दृष्ट्वा तु वक्तुं न शक्नुमः, अभ्यासेनैव ज्ञातव्यं. रूपं दृष्ट्वा वक्तुं शक्यते. अस्तु, समीचीनं. सावित्री भगिनी, स्पष्टमस्ति वा? आमामाम्, अवगतवती. अस्तु अस्तु, समीचीनं, धन्यवादः. हा, कृष् इति अपि जातः. तर्हि इदानीम् अत्र प्रिया भगिनी, भवती उक्तवती खलु, कृष् अहम् उक्तवती, कृष् उक्तवती. अस्तु, धन्यवादः. अत्र गौरी भगिनी अग्रे. गौरी भगिनी अस्ति वा? नमस्ते भगिनि, अहं रमाबाय अस्मि. हा, नमस्ते भगिनि. अमीरं विलम्बेन आगतवती, नवरात्र चिन्ता नास्ति भगिनि, चिन्ता नास्ति. धन्यवादः. गौरी भगिनी वदतु. हा, न श्रूयते भगिनि. गौरी अस्मि. हा, वदतु. पूर्ववर्गे अहं नास्ति, अहं न जानामि. अस्तु अस्तु, चिन्ता नास्ति, चिन्ता नास्ति. कृपया गृहपाठरूपेण ध्वनिमुद्रणानि शृणोतु, अद्य पश्यतु, तदनन्तरं प्रश्नाः सन्ति चेत् मां सूचयतु. अस्तु अस्तु, अग्रे लोकेश् महोदय वक्तुमिच्छति वा? अहं वक्तुं शक्नोमि भगिनि. हा हा, अनन्तरं भगिनि, अनन्तरम्. अत्र तङ्गलक्ष्मी भगिनि. हरि ओं भगिनि. बि द्विवेदि तृतीयगणं ज्योत्यादि इति तृतीय ज्योति. अत्र चतुर्थं करपत्रं भगिनि मम ई पत्रे. न न, गुणाभ्यासः, धातुगणाभ्यासः. हा, ज्योत्यादिगणम् इति अत्र शु लोपः भवति, तत् लक्षणं धातोः द्वित्वं भवति, बिबेति इति आगच्छति. सम्यक्, समीचीनं. तर्हि धातुः ज्योत्यादिगणे अस्ति, सम्यक्. अस्तु, धन्यवादः भगिनि. अग्रे अत्र रमा भगिनि. अत्र अत्र गुणः किमर्थं कुत्र कुत्र बिभेति इति वा? आम्, बिभेति. भी इकारः एकारः अभवत्. हा हा हा हा अस्तु, तर्हि वस्तुतः भी इति धातुः अस्ति, तत्र द्वित्वं भवति, भी भी इति भवति. तदनन्तरं तत्र प्रथमभी तस्य ह्रस्वत्वं भवति, तर्हि भी भी इति भवति. तदनन्तरं तत्र अन्यत् अभ्यासे चर्चा इति एकं कार्यमस्ति, तेन महाप्राणभकारस्य स्थाने अल्पप्राणभकारः आगच्छति, तर्हि भी भी इति अस्ति. भी भी योगः ति इति अस्ति. ति इति प्रत्ययः, ति इति प्रत्ययः मूले तिप् अस्ति, यतोहि तिप्तस्जि इति अस्ति, तिप् इति अस्ति, तत्र पित्वम् अस्ति, पकारः अस्ति, अतः तत्रापि गुणकार्यं भवति. अतः भी भी इति ईकारस्य गुणः भवति, धातोः अन्ते इकारः अस्ति, तस्य गुणः भवति, तर्हि भी भेति इति रूपं. तत्सर्वं कथं भवति इति अग्रे गत्वा वयं पठिष्यामः. इदानीम् एवमेव उक्तवती यतोहि महोदय पृष्टवान्, परन्तु तत्रापि गुणः भवति. तत्तु धातु धातुत्वात् न गुणं न भवति, गुणकार्यं न भवति. किं धातुत्वात्? धातुत्वात् न गुणकार्यं न भवति, तिप् इत्यस्य गुणकार्यं भवति. धातुत्वात् कुत्रापि गुणकार्यं न भवति, तत्र प्रत्ययस्य कारणेन एव सर्वत्र गुणकार्यम्. अत्र तिप् इति प्रत्ययस्य कारणेन धातौ यः अङ्गे यः इकार दीर्घ इकारः अस्ति, तस्य गुणकार्यं भवति. अस्तु, इदानीं चिन्ता मास्तु, अत्र एतस्मिन् विषये वयं न पठितवन्तः, अतः इदानीं चिन्ता मास्तु, अग्रे गत्वा पठिष्यामः, परन्तु तत्रापि गुणः भवति, तावदेव. अस्तु महोदय, स्पष्टं वा? आम्. अस्तु अस्तु, अग्रे अत्र रमा भगिनी. भगिनी एकक्षणं, भगिनि एकक्षणं. किम् कुत्र कृषति? सोरि भगिनि, भवत्याः ध्वनिः सम्यक्तया न श्रूयते भगिनि, पुनः वदतु. तुदादिगणे एव उक्तमासीत् खलु, तुदादिगणे एव अस्ति. हा हा, चिन्ता नास्ति, तुदादिगणे एव अस्ति. तर्हि अग्रे रमा भगिनी. हिंस् हिनस्ति रुदादिगणे विकरणप्रत्ययः श्नम् न धातोः मध्ये आगच्छति. हिम् हि श्न श्नम् योगः इस् योगः ति ते तिङ् प्रत्यये हिनस्ति हिनस्ति धातोः मध्ये श्नम् आगच्छति. अस्तु समीचीनं. तत्र तत्र धातुः हिंस् अस्ति खलु, तत्र अनुस्वारः अपि अस्ति. वस्तुतः तत्र अनुस्वारः अनुस्वारः तस्य कथञ्चित् केन कथञ्चित् तस्य लोपः भवति, अतः तत्र हिनस्ति इत्येव रूपं. कथं भवति इति सर्वम् अग्रे गत्वा पठिष्यामः, रुदादिगणे इत्यस्मिन् विषये पठिष्यामः. परन्तु तत्र अनुस्वारः मूले नकारः आसीत्, तस्यापि लोपः भवति. अस्तु, भवती यदुक्तवती सम्यक् एव, रुदादिगणे अस्ति. अस्तु, धन्यवादः. हा धन्यवादः. अग्रे अत्र सन्दीप् महोदय. अत्र धातुः सिव् क्रियापदं सीव्यति, अत्र विकरणप्रत्यय य अस्ति, अतः सिव् योग य योगः ति, परन्तु अत्र दीर्घः भवति इकार उपदायिकार. तत् कथम्? अत्र गुणकार्यमस्ति वा? गुणा नास्ति, दीर्घः भवति. हा हा अत्र गुणकार्यं नास्ति, किमर्थं नास्ति? पित् नास्ति अत्र विकरणे, परन्तु तिप् विकरण अस्ति, विकरणप्रत्यये पित् विकरणप्रत्यये पित् नास्ति अतः गुणकार्यं न भवति, परन्तु दीर्घः दीर्घः किमर्थं न भवति? हा हा अत्र अत्र सिव् योगः दिवादिभ्य श्यन् श्यन् योगः ति यथा भवान् उक्तवान् तत्र शकारः अस्ति तस्य लोपः भवति य इति अवशिष्यते सिव् योगः य योगः ति तर्हि तत्र किं भवति इति चेत् अत्र गुणकार्यं नास्ति यथा भवान् उक्तवान् अत्र गुणकार्यं नास्ति यतोहि पित्वं नास्ति प्रत्यये पकारः नास्ति अतः गुणकार्यं नास्ति परन्तु तथापि अत्र भिन्नसूत्रेण तत्र यत्र यत्र वकारान्तधातुः अस्ति तर्हि वकारान्तधातुः अस्ति अग्रे यः प्रत्ययः अस्ति स प्रत्ययः तस्मिन् प्रत्यये पकारः नास्ति तर्हि तत्र दीर्घत्वं भवति हली च इति एकं सूत्रमस्ति हली च इति सूत्रेण दीर्घत्वं भवति अतः सीव्यति इति रूपम् अत्र इदानीम् अस्माकं विषयः नास्ति अतः चिन्ता नास्ति दीव्यति समान दीव्यति अपि समानम् समीचीनं तर्हि अत्र अग्रे सूर्यकुमारी भगिनी वक्तुमिच्छति वा सूर्यकुमारी भगिनी अस्तु तर्हि अत्र सुमित्रा भगिनी आं भगिनि अहम् अस्मि अनन्तरं धू इति अस्ति खलु धुनाति इति न दृश्यते श्ना इति विकरणप्रत्ययः अतः क्रयादिगणः क्रियादिगणः अस्ति धुनाति इति रूपणाति अत्र अत्रापि गुणकार्यं नास्ति खलु आं पित् नास्ति खलु अपित् अस्ति अतः हा पित् नास्ति अतः गुणः नास्ति परन्तु धू इति धातु दीर्घ उकारः अस्ति तत्र कथञ्चित् विशिष्टसूत्रेण ह्रस्व उकारः भवति अस्तु भूत्वा धुनाति इति रूपं समीचीनं भगिनि एकः प्रश्नः अस्ति वदतु भगिनी करपत्रे यदा यत्र स्वादिगणः पञ्चमबिन्दुः दत्तं धू धातु धूनोति इति दत्तं स्वादिगणे वा स्वादिगणे पञ्चमगणः उदाहरणम् आप् आप्नोति चिनोति शक् शक्नोति धू धूनोति इति दत्तं किन्तु अत्र करपत्रे धू धातु धुनाति द्वयोः रूपं समीचीनं भगिनि हा हा अत्र धातुद्वयमस्ति भगिनि अत्र एकः तु स्वादिगणे अस्ति एकः धातु स्वादिगणे अस्ति अन्यः अत्र क्रियादिगणे अस्ति अस्तु अस्तु भगिनि अत्र तु धुनाति इति रूपं स्वादिगणे अस्ति चेत् यथा भवती उक्तवती धूनोति इति भवति परन्तु अत्र धूनोति नास्ति धुनाति एव अस्ति अतः अत्र क्रियादिगणे अस्ति धन्यवादः शृणोमि का सूर्य सूर्यकुमारी भगिनी वा न शृणोति किं हा अत्र क्रियादि इति अस्ति क्रियादिगणः परन्तु तत्र यण् सन्धिः भूत्वा अत्र इकारस्य यकारः भवति क्रियादिगणः किम् भगिनी आगच्छतु, एकवारम् आगच्छतु, बहु सम्यक् न शृणोति, शृण्मः. हा न श्रूयते भगिनि, मम अनन्तरं सूचयतु, सम्यक्तया न श्रूयते. अस्तु तर्हि अग्रे अत्र सुमन् भगिनि. अस्तु भगिनि, पुनः हिम्स् आगच्छति. इदानीं हिंसयति इति भवति. अत्र प्रायः चुरादिगणः अय इति आगच्छति. सत्यम्. अत्र सम्यक् एव, अत्र अनुस्वार न, अनुस्वारस्य लोपः न भवति, अत्र न भवति. हा अत्र न भवति. तर्हि अत्र तत्र तत्र गुणः किमर्थं नास्ति, हेंसयति इति किमर्थं नास्ति? इकारः तु अन्ते नास्ति, उपधा उपधायामपि नास्ति. उपधायां कः वर्णः? ओ क्षम्यताम्, उपधायाम् अस्ति. उपधायां कः वर्णः अस्ति? अनुस्वार अपि गणनीयं वा? सत्यम्. उपधायाम् अनुस्वारः, अनुस्वारः अस्ति. अस्तु, अतः अत्र गुणकार्यं नास्ति. समीचीनम्. अस्तु पुष्पा भगिनी, इदानीं वक्तुं शक्यते वा? केवलं शृणोमि इति उक्तवती. इदानीम् इदानीं वक्तुं शक्नोमि. तत्तु क्षुद्, तत्र क्षुणति इति रूपम्. अत्र दकारस्य नकारः नकारः आगच्छति, नकारः. तत्तु किम् अस्ति, एकनिमिषं भगिनि. नकारः तु श्नम्, श्नम् एव न, श्नम् रुदादि, रुदादि अस्ति. अत्र दकारस्थाने नकारः कथम् आयाति तद् न जानामि. भवती तु जानाति एव, भवती रुदादिगणे एव पठन्ती अस्ति, अतः न जानाति इति वक्तुं न शक्नोति. नकारः ति तु तत्र दकारस्य द्वे द्वे अस्ति, तकार तकार तकार तकार. अस्तु चिन्ता नास्ति, इदानीम् अत्र सन्धिकार्यं सन्धिकार्यम् अस्ति. अत्र वस्तुतः अत्र श्नम् इति प्रत्ययः तत्र धातोः मध्ये आगच्छति, अनन्तरं तत्र तकारस्य तकाररूपेण परिवर्तनं भवति. तत्र चर्त्वं भूत्वा सन्धिकार्यं भूत्वा शृणक्ति. णत्वं भवति खलु, तत्र षकारस्य षकारं निमित्तीकृत्य तत्र णत्वमपि भवति. सत्यं सत्यं, षकारनिमित्तीकृत्य मूर्धन्यषकारः निमित्तीकृत्य णत्वमपि भवति. हा सूत्रं जानाति वा कोऽपि? रसाभ्यां नोणः, नोणः न, रसाभ्यां नोणः नास्ति. मम अहं अट्कुप्वाङ्ग् हा सत्यम्, अट्कुप्वाङ्ग् इति सूत्रेण, अट्कुप्वाङ्ग् नुं व्यवाये अपि इति सूत्रेण नत्वं भवति. अस्तु तर्हि अग्रे सावित्री भगिनी. आम् तनोति. हरि ओम्. हा वदतु. श्रूयते श्रूयते. तनोति तनादि तनादिगणः, तत्र उ ओ इति विकरणप्रत्ययः ओ अस्ति, अतः तनोति अत्र विशेष गुणः, शप् इत्यादिकं नास्ति, अतः गुणः भवितुं न शक्यते. विकरणः विकरणप्रत्ययः ओकारः इति. हा हा अत्र वस्तुतः विकरणप्रत्ययः उ इति अस्ति, तस्य गुणः भूत्वा एव ओकारः भवति. कथं गुणः भवति इति अग्रे परिशीलयामः. इदानीम् अत्र ओकारः इति स्वीकृत्य तनोति इति रूपं तन्योगः ओकारः योगः इति तनोति. हा सम्यक् भगिनि. अस्तु तर्हि अत्र स्वादिगणे नास्ति इति कथं ज्ञातवती? स्वादिगणे विकर्णप्रत्ययः कः? स्नो इति. हा तत्र नो इति भवति खलु, अत्रापि नो इति अस्ति. किन्तु तत्र नो इति तत्र धातोः किल, अत्र तत्र नो इति प्रत्ययः विकर्णप्रत्ययः, अत्र धातुः नकारः धातोः भागः, धातोः भागः इति कृत्वा तस्मिन् गणे न भवति. सत्यं सत्यं, समीचीनं, सम्यक्. अस्तु अग्रे अत्र रमाबायि भगिनि. स्पृश् धातुः वा? हा सत्यं. स्पृशति भुवादिगणे कथं ज्ञातवती भुवादिगणे अस्ति इति? तत्र क्षम्यतां भगिनि. न न, उपादायं कः वर्णः अस्ति अत्र? ओकारः. पुनः वदतु उपादायं कः वर्णः भगिनि? उपादायं कः वर्णः अस्ति? उकारः इति उक्तवती, पुनः पश्यतु. उपादायम् उकारः एव स्पृश् स्पृश् इति भवति किल. न, अत्र उपादायम् उकारः अस्ति वा? ह्रस्वः अस्ति वा दीर्घः अस्ति वा? ह्रस्व ऋकारः एव अस्ति. हा सत्यं. तर्हि ह्रस्व ऋकारः अस्ति चेत् अत्र रूपं किं, तिङन्तरूपं किं? स्को इति भवति. स्को इति भवेत्. न न, ऋकारस्य गुणः कः? ऋकारस्य गुणः अर्. अर्, हा अत्र अर् इति अस्ति वा? अर् नास्ति, तत्र नास्ति. हा तर्हि भवादिगणे न भवितुम् अर्हति, गुणः न जातः. चतुर्थगणः चतुर्थगणः चतुर्थगणः कः? षष्ठगणः कः? तस्य नाम किं? षष्ठगणः नाम तुदादिगणः. हा तर्हि स्पृशति इति रूपं तुदादिगणे अस्ति. तुदादिगणे अत्र गुणः किमर्थं न भवति तुदादिगणे? तुदादिगणे गुणः किमर्थं न भवति वा? स्पृश् योगः श योगः ति इति अस्ति. श इति अस्मिन् अकारः एव अवशिष्यते, तर्हि स्पृश् योगः अयोगः ति. किमर्थं गुणः नास्ति? गीताञ्जलि भगिनी वदतु. किमर्थं गुणः नास्ति? अत्र क्रियापदं स्पृशति इति दत्तं, गुणकार्यं न. यदि गुणकार्य अस्ति चेत् स्पर्शति इति भ्वादिगणे रूपं भवति. अतः तत्र तुदादिगणे अस्ति इति वयं ज्ञातवन्तः, परन्तु तुदादिगणे गुणः किमर्थं न भवति? तुदादिगणे केवल श अस्ति विकरण श गुणकार्य प्रेरयति पकार नास्ति चेत् गुणकार्यं न भवति सम्यक् समीचीनम् भगिनी अवगतवती वा रमाबाई भगिनी अहं विलम्बेन आगतवती किल तदर्थं किञ्चित् टेन्शन् अस्ति चिन्ता नास्ति भगिनी चिन्ता नास्ति चिन्ता इदानीम् अवगतवती खलु अवगतम् अवगतम् अस्तु समीचीनं धन्यवादः अन्य कोऽपि अस्ति वा यः एतावता न उक्तवान् अथवा उक्तवती महोदय शृणोमि नाम उचितं सूर्यकुमारी सूर्यकुमारी हा हा भवती तु उक्तवती अन्य कोऽपि अस्ति वा शीतल् शीतल् भगिनी उक्तवती खलु पूर्वम् आम् अस्तु तर्हि तत्र कृपया म्यूट् करोतु तत्र कुत्रचित् ध्वनिः अस्ति शीतल् भगिनी हा अस्तु तर्हि अत्र विनय् महोदय अस्ति वा भगिनी अहं जयन्त् वदामि हा वदतु अहं वदामि भगिनि अहं विलम्बेन आगतवान् हा हा वदतु कार्यं चत्वारि पत्रमस्ति वा भगिनि चतुर्थपत्रं चतुर्थपत्रम् अभ्यास इति स्पृश् इति जात् इति अभवत् इदानीम् अग्रे बिभेति इति अभवत् भगिनि सर्वम् अभवत् तर्कयति इति रूपम् अस्तु भगिनि तर्कयति इति जातम् अत्र ऐ इति विकर्ण इति विकर्णप्रत्यय अस्ति अत्र अत्र चुरादिगणः अस्ति अत्र सत्यम् अय इति अस्ति अतः तर्कयोगः अययोगः इति तर्कयति हा समीचीनं सम्यक् धन्यवादः अग्रे अत्र विनय महोदय तत्र तर्कयति इति एकः संशयः अस्ति तत्रापि शप् प्रत्ययं निमित्तीकृत्य तार्कयति इति भवितुम् अर्हति खलु किं किं पुनः वदतु शप् प्रत्यय निमित्तीकृत्य किं भवति तर्क् इति अस्ति तत्र उपधायां ऋकारः ह्रस्व ऋकारः अस्ति कुत्र अस्ति ऋकारः रेपः खलु एकक्षणम् एवं समीचीनम् रेपः एव तत्र विकारः नास्ति अस्तु विनय महोदय अस्तु हरीश् महोदय भवानेव वदतु अग्रिमः धातुः दु इति खलु दुनोति सत्यं तत्र धातुः दु इति अस्ति तत्र विकरणप्रत्ययः श्नु इति तस्मात् परं नो इति भविष्यति अतः स्वादिगणे अस्ति अत्र दु इत्यस्य गुणः किमर्थं नास्ति यतोहि तत्र शकारः वर्तते परन्तु पकारस्य अभावेन तत्र गुणकार्यं न जातं सत्यं सत्यं समीचीनं सम्यक् तर्हि अग्रे अत्र उषा भगिनी आं महोदय भ्रु अस्ति भारती भ्वादिगणे अस्ति उकार शप् प्रत्यय विकरणप्रत्ययः अस्ति शकारपकारयोग लोपः भवति अकार तिष्ठति अर् रु ह्रस्वऋकारः परिवर्तन अनन्तरम् अर् इति भवति अतः भरति इति धातुः तिष्ठति समीचीनं सम्यक् अस्तु तर्हि अत्र अग्रे मोहन् महोदय भगिनी धातुं वक्तुं शक्नोति मम समीपे क्षम्यतां या याति अत्र विक्रणप्रत्यये न दृश्यते द्वितमपि न जातम् अतः या ति याति अयं धातु अदातिगणे अस्ति. सम्यक्, बहु सम्यक्. अग्रे अत्र गीताञ्जलि भगिनि. नी नी नयति, अत्र अय आगच्छति यतः चुरादिगणे अस्ति. नियोगः अययोगः ति नयति. वस्तुतः वस्तुतः अत्र चुरादिगणे नास्ति, इत्यपि तत्र अय इति श्रूयते. वस्तुतः अत्र नियोगः शप् योगः ति ने भवति खलु, ने भवति. हा, नियोगः शप् योगः ति, तत्र गुणः गुणः भूत्वा किं भवति? ने ईकार स्थाने एकार आगच्छति, ई स्थाने ए आगच्छति. ने ने योगः ने योगः श्यन् श्यन् विकरण य अस्ति. न न, श्यन् इत्यस्मिन् गुणः न भवति खलु. अस्तु अस्तु, ने योगः योगः अयोगः ति, तत्र सन्धिकार्यं भवति. सन्धिकार्यं यान्तवान्तदेशसन्धिः भवति. तत्र सूत्रमस्ति एचोय वायवः इति सूत्रेण तत्र एकारस्य स्थाने ऐ इति आदेशः भवति. तर्हि नै योगः अयोगः ति नयति. स्पष्टं वा? स्पष्टं. गण प्रथमगुणकार्य अस्ति, तदनन्तरम् अ आगच्छति भ्वादिगणे. हा न, प्रथमम् अत्र नि इति धातुः अस्ति. तत्र नी धातुतः शप् प्रत्ययः भवति प्रथमतया. नियोगः शप् योगः ति, शप् इत्यस्मिन् अकारः एव अवशिष्यते. नियोगः अयोगः ति. इदानीम् अत्र अ इति प्रत्ययः अस्ति, प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति, यतोहि तत्र शकारः अपि अस्ति, पकारः अपि आसीत्, अतः गुणकार्यं भवति. अतः ने इति भवति, तदनन्तरं सन्धिकार्यम्. अस्तु अस्तु, धन्यवादः. आम् आं भगिनि, अहं भ्रम जाता. न य य पश्यामि तदनन्तरं, किन्तु चिन्ता नास्ति, अतः एव वयम् अभ्यासं कुर्मः. एकः प्रश्नः अस्ति भगिनि. हा वदतु. याति अदादिगणे गणे अस्ति, या धातु अदादिगणे अस्ति इति महोदय उक्तवान्, किन्तु कथं जानीमः भवादिगणे नास्ति अपि च तुदादिगणे अपि नास्ति इति? प्रश्नः सम्यक् एव. अकार आगच्छति चेत् सन्देहे तु याति एव तिष्ठति खलु. सत्यं सत्यं, तत्र हा सवर्णदीर्घसन्धिं कृत्वा तत्र याति एव तिष्ठति. तत्र किञ्चित् तादृशभ्रमः भवति चेत् तत्र पुनः धातुपाठमेव पश्यामः. परन्तु यत्र आकारान्तदातुः अस्ति, सामान्यतया आकारान्तदातवः तत्र अदादिगणे एव सन्ति, न तु तुदादिगणे. आकारान्तधातुं दृष्ट्वा ज्ञातुं शक्नुमः, प्रायः तत्र अदादिगणे अस्ति इति ज्ञातुं शक्नुमः. अस्तु, तर्हि अत्र राधिका भगिनी. भगिनी एकः संशयः, अत्र नी नयति अत्र अस्ति किल, तत्र चुरादिगणं कथं न आगच्छति? यतः चुरादिगणे अपि शप् इति एव किल विकरणप्रत्ययम्. परन्तु अत्र अत्र वयं दृष्टवन्तः चुरादिगणे किं भवति. सर्वत्र चुरादिगणे किमपि विशिष्टकार्यं भवति चुरादिगणे. आम्, स्वार्थे निच् प्रत्ययः. हा, स्वार्थे निच् प्रत्ययः भवति. तर्हि अत्र नी इति दातुं स्वीकृत्य यदि निच् प्रत्ययं योजयामः चेत् तत्र वृद्धिकार्यं प्रथमतया भवति. नै इति भवति, नै योगः निच् इत्यस्मिन् इकारः एव अवशिष्यते. तर्हि नायि इति नूतनधातुः भवति, नायि. तर्हि तत्र नाययति इति रूपं भवति, न तु नयति. धन्यवादः. अस्तु तर्हि अत्र राधिका भगिनी अग्रे. अस्तु भगिनि, अहं न जानामि इति मन्ये. झृ इति धातु जीर्यति इति रूपं भवति लटि. अत्र य इति स्पष्टं य आगच्छति इति, परन्तु ई कथम् आगच्छति? गुणकार्यम् अस्ति चेत् अर् आगच्छति झृ इति. अनन्तरम् अहं न जानामि कथम्. अस्तु, अत्र अत्र कः वदति? अत्र तङ्गलक्ष्मी भगिनी सहायं करोति वा? जीर्यति अर् इति आगच्छति किल. अत्र अत्र अत्र किम् अस्ति इति चेत् अत्र अत्र अत्र किञ्चित् विशिष्टकार्यमस्ति यद् वयं न पठितवन्तः, अतः अत्र चिन्ता नास्ति. अत्र झृ झृ इत्यस्य दीर्घ ऋकारस्य ह्रस्व इकारादेशः भवति. ह्रस्व इकारः आगच्छति दीर्घ ऋकारस्य स्थाने, तदनन्तरं तत्र इकारः अपि आगच्छति. अत्र ऋत इद् धातोः इति एकं सूत्रमस्ति, तेन सूत्रेण दीर्घ ऋकारस्य स्थाने ह्रस्व इकारः तदनन्तरं रेपः अपि आगच्छति. अतः जिर् योगः, अत्र धातुः दिवादिगणे अस्ति, जिर् योगः य योगः ति, तदनन्तरं पुनः अत्र उपदायां यः इकारः अस्ति तस्य दीर्घत्वं भवति, तर्हि जीर्यति इति रूपं भवति. अतः इदानीम् अत्र प्रायः अत्र यतोहि अयं धातुः विशिष्टधातुः अस्ति, अतः प्रायः अत्र न भवेत्. अत्र रूपमस्ति जीर्यति, अत्र गुणकार्यं न भवति, यतोहि अत्र श्यन् इति प्रत्ययः अपित् अस्ति, पित्वं नास्ति, गुणकार्यं नास्ति, परन्तु विशिष्टकार्येण अत्र जीर्यति इति रूपम्. इदानीं न अवगतं चेत् चिन्ता नास्ति, अत्र गुणकार्यस्य किमपि कार्यं नास्ति, अत्र गुणकार्यं नास्ति अत्र. अस्तु, हा अस्तु भगिनि, भवती अग्रिमं करोतु. किं गण गण अस्ति भगिनि? दिवादिगणे अस्ति, दिवादिगणे अस्ति, दिवादिगणे अस्ति इति कृत्वा गुणकार्यं नास्ति, यतोहि दिवादिगणे श्यन् इति प्रत्ययः अस्ति, अतः अत्र दीर्घ ऋकारस्य गुणकार्यं न अभवत्, यतोहि श्यन् इति प्रत्ययः अपित् अस्ति, पित् नास्ति, पकारः नास्ति, परन्तु अत्र किमपि विशिष्टसूत्रेण एतादृशरूपम् आगच्छति. तावदेव, धन्यवाद. अस्तु भगिनि, अग्रे अग्रिमं करोतु. अहं वा? राधिका वा? हा हा, राधिका. अस्तु अस्तु. मा इति धातुः लटि मायते इति अस्ति, य आगच्छति, अतः दिवादिगणे. हा, अहम् एकं वक्तुम् इच्छामि, यत्र कुत्रापि विशिष्टकार्यमस्ति तत्र एतावता वयं न पठितवन्तः खलु, अतः चिन्ता नास्ति, अग्रे गत्वा वयं पठिष्यामः, विस्तृतरूपेण पठिष्यामः. अत्र केवलम् अभ्यासार्थं दत्तमस्ति, अत्र गुणः न भवति इति तावदेव वयम् इदानीम् अवगच्छामः चेत् पर्याप्तम्. अस्तु तर्हि, धन्यवादः भगिनि. शीतल् भगिनि अग्रे. शृणोति? पू इति धातुः अस्ति खलु, पुनाति. आम् आं भगिनि, बट् शृणोति इदानीं शृणोमि, वदतु. पू पुनाति अहं सम्यक् न जानामि, बट् किन्तु क्रयादिगणे अस्ति. हा, क्रियादिगणे अस्ति, सत्यं, यतोहि तत्र श्ना इति प्रत्ययः अस्ति. अत्र अत्र गुणः, अत्र गुणः अस्ति वा? गुणः नास्ति, अतः भुवादिगणे नास्ति अत्र, अपि च तत्र मध्ये न इति श्रूयते, अतः क्रियादिगणे अस्ति. अस्तु, समीचीनं. बहिनी, एकः प्रश्नः अस्ति. दीर्घ ऊकार अस्ति परन्तु धातोः मध्ये लटि मध्ये पुनाति इति परिवर्तनं भवति न भगिनि, ह्रस्व उकारः भवति, किं भगिनि? तत्र सूत्रमस्ति, तदर्थं सूत्रमस्ति प्लवादिभ्यः ह्रस्वः इति सूत्रेण तत्र ये धातवः तस्मिन् गणे अस्ति प्लवादिगणे अस्ति तेषां ह्रस्वत्वं भवति. अस्तु भगिनि. हा विशिष्टकार्यमस्ति इदानीं चिन्ता नास्ति. अस्तु तर्हि अत्र अग्रे जयन्त् महोदय वदति वा. भगिनी प्रश्न भगिनी मा कथं जानीमः चुरादिगण दिवादिगण. हा अत्र प्रश्नः सम्यक् अस्ति तत्र मायोगः अययोगः अययोगः इति तत्रापि मायते मायते इति रूपं भवितुम् अर्हति. परन्तु अत्र किम् अस्ति इति चेत् यत्र आकारान्तधातुः अस्ति आकारान्तधातुः चुरादिगणे अस्ति चेत् तत्र णिच् प्रत्ययः भवति. तर्हि णिच् प्रत्ययः भवति चेत् तत्र सर्वत्र पकारः मध्ये आगच्छति. यथा अत्र दा इति धातुः अस्ति चेत् चुरादिगणे धापयति दा धातुः चुरादिगणे नास्ति परन्तु दा धातुः धातोः अनन्तरं निच् प्रत्ययः अस्ति चेत् तत्र दापयति इति रूपम् आगच्छति. एवमेव अत्र मा इति धातुः आकारान्तधातुः अस्ति चेत् तत्र पकारः मध्ये आगच्छति तर्हि मापयति इति तादृशरूपं भवति. परन्तु अत्र तादृशरूपं नास्ति अतः मायते इति दिवादिगणे अस्ति इति ज्ञातुं शक्नुमः. अस्तु धन्यवादः. भवत्याः प्रश्नः सम्यक् एव अत्र दृष्ट्वा मायते इति प्रायः चुरादिगणे अस्ति वा इति किञ्चित् भ्रमः भवितुम् अर्हति. परन्तु यदा हि वयं जानीमः अत्र आकारान्तधातूनाम् अनन्तरं निच् प्रत्ययः अस्ति चेत् मध्ये पकारः भवति अतः अत्र तादृशपकारः नास्ति अतः चुरादिगणे नास्ति इति ज्ञातुं शक्नुमः. इदानीं न ज्ञातुं शक्नुमः यतोहि वयं न पठितवन्तः तत्सर्वं न पठितवन्तः अतः इदानीं चिन्ता नास्ति अत्र दिवादिगणे अस्ति इति स्वीकरोतु. अस्तु धन्यवादः. अस्तु तर्हि अत्र जयन्त् महोदय. आं भगिनि. पू इति धातु अस्ति पू इति धातु अस्ति अभवत् महोदय अभवत् भिद्नति भिद् भिद् इति अस्तु भिद् इति धातु अस्ति भिन्नति इति अभवत् इति द्वित्वम् अस्ति अदादिगण अस्ति अत्र अत्ति इति अवशिष्यते धातव अत्ति इति अत्र अवशिष्यते. पुनः वदतु कस्मिन् गणे अस्ति. अत्र द्वित्वम् अस्ति चेत् अत्ति इति अभवत् अस्ति चेत् द्वितीयगण अस्ति भगिनि. द्वितीयगणे द्वित्वं भवति वा. अहमपि एकवारं दृष्ट्यामि अत्र वस्तुतः ति इति द्विवारम् अस्ति तत्र तत्र ति इति द्विवारम् अस्ति तत्र यत्र द्वित्वं भवति तत्र धातोः द्वित्वं भवति न तु तत्र तिङ् इति प्रत्ययस्य द्वित्वं धातोः द्वित्वं तर्हि तत्र भिद् भिद् इति तादृशरूपं तर्हि तत्र भिद् इति तादृशरूपम् अस्ति चेत् तत्र द्वित्वम् इति वक्तुं शक्नुमः. अत्र तु तादृशं नास्ति खलु. अस्तु हा अतः अदादिगणे नास्ति जुहोत्यादिगणे अपि नास्ति तर्हि दिवादिगणे शन् इति अस्ति परन्तु अत्र रूपं य इति अवशिष्यते परन्तु अत्र य इति नास्ति अस्ति चेत् द्विवादिगणे नास्ति स्वादिगणेः स्वादिः गणः स्नु इति विकरणप्रत्ययः अस्ति परन्तु तत्र रूपं नो इति अवशिष्यते अत्र अत्र नो इति नास्ति स्वादिगणे अपि नास्ति सुदादिगणे विकर्णप्रत्ययः श अस्ति रूपम् इति अ इति अवशिष्यते परन्तु अत्र पू इति पुनाति सारी भिद् इति भिन्नति भिन्नति द इति न रूपम् अवशिष्यते तत्र श्नम् इति द ओके हृदादिगणे अहं इति चिन्तयामि. छिद् इति छिन्नति इति रूपम् अत्र दत्तति. स्नम् इति न रूपम् इति अवशिष्यते. प्रायः पूम् परन्तु अस्तु अस्तु भगिनि, द इति रूपं न इति अवशिष्यते. द इति रूपं न इति न अवशिष्यते इति नास्ति. भिद् इति धातुः अस्ति, तर्हि अत्र श्नम् इति प्रत्ययः धातोः मध्ये आगच्छति, तर्हि भिनद् भिनद्योगः ति इति अस्ति. तत्र दकारः यः धातोः अन्ते यः दकारः अस्ति, तत्र सन्धिकार्यं भूत्वा चर्त्वसन्धिः भूत्वा तकारः भवति, तर्हि भिनत्ति. अस्तु, समीचीनम्. तत्र धातोः मध्ये नका न इति अस्ति, अतः रुदादिगणे अस्ति. अस्तु, समीचीनम्. एकः प्रश्नः भगिनी, सर्वे रुधादिगण सदस्य तकार तति अस्ति, तकारयोग तकार न, यत्र धातोः अन्ते दकारः अस्ति तत्र तु भवति चर्त्वं भवति. अस्तु, अन्यथा नास्ति. धातोः अन्ते जकारः अस्ति चेत् तत्र तु तत्रापि चर्त्वं भवति, परन्तु तत्र भिन्नकार्यम् अस्ति, अतः तत्र तकारद्वयं न भवति. तत्र ककारः भवति, भिनक्ति, भुङ्क्ते, तादृशम् ककारः भवति तत्र. अस्तु, इत्युक्ते तत्र तवर्गीयवर्णः अन्ते अस्ति चेत् तत्र तकारद्वयम् आगच्छति. तवर्गस्य प्रथमवर्णः, द्वितीयवर्णः, तृतीयवर्णः अस्ति चेत् तत्र चर्त्वं भूत्वा प्रथमवर्णः आगच्छति. अस्तु, समीचीनं. तर्हि अग्रे विजयलक्ष्मी भगिनी. दरिद्रा इति धातु, दरिद्राति इति लट् रूपम्. अत्र विकरणप्रत्यय नास्ति एव, अतः एतद् अदादिगणे. अदादिगणे अस्ति, सत्यम्, अदादिगणे एव अस्ति. किन्तु द्वादिगणे अपि प्रसक्ति भगिनि. भुवादिगणे अपि दरिद्रायोगः अयोगः इति दरिद्राति इति चिन्तयितुं शक्नुमः, परन्तु दरिद्रा इति धातुः विशिष्टः धातुः अस्ति, अदादिगणे एव अस्ति. ओके, विशिष्टः धातुः. रूपं दृष्ट्वा यथा भवती वदति ओ भुवादिगणे अस्ति वा इति, यतोहि वयं न पठितवन्तः, अतः प्रायः तादृशभ्रमः भवितुम् अर्हति, परन्तु दरिद्रा इति विशिष्टः धातुः अदादिगणे एव अस्ति. अस्तु, तर्हि वेङ्कटरामन् महोदय. आं भगिनि, न श्रूयते महोदय. आं भगिनि, आम् अस्मि. हा, वदतु, न श्रूयते, उच्चैः वदतु. हा, इदानीं श्रूयते वा? हा, इदानीं श्रूयते. बाज् अग्रिमधातुः, बाज् अस्ति किल? सत्यम्. कुत्र अस्ति? बाजयति इति रूपं. हा, बाज् लटीरूपं बाजयति इति अत्र दत्तमस्ति. अय इति दृश्यते, अतः चुरादिगणे एव भविष्यति. सत्यं, चुरादिगणे अस्ति, समीचीनम्. अग्रे प्रिया भगिनी. आं भगिनि, मन् इति धातु लटीरूपम् अस्ति, मन्यते. य दृश्यते, दिवादिगणे अस्ति, श्यन् इति विकरणप्रत्ययः अस्ति. अत्र गुणस्य कार्यं किमपि नास्ति. तर्हि मन् योगः य योगः ते मन्यते. मन्यते, समीचीनम्. अस्तु, तर्हि अत्र गौरी भगिनी. धन्यवादः. अस्तु लोके गौरी भगिनी केवलं शृणोति इति उक्तवती अस्तु. लोकेश् महोदय आम् वयं कुत्र अस्ति जी जयति जी जी धातु जी अस्ति अत्र अहं य दृश्यते य चतुर्थः गणः अस्ति दिवादिगणः यतोहि यकारः दृश्यते तत् अतः दिवादिगणः अस्ति इति चिन्तयति अस्तु. परन्तु तत्र जी इति धातुः अस्ति चेत् तत्र किं भवति अत्र गुणः भवति गुणः भवति चेत् अत्र अतः अत्र असन् अत्र इति भवादिगणः अस्ति हा तर्हि जी योगः शप् योगः इति गुणः भूत्वा इकारस्य गुणः कः ए हा जे योगः अयोगः इति तदनन्तरं ए स्थाने अय अस्ति हा सन्धिकार्यमस्ति खलु आमां हा यान्तवान्तदेशसन्धिं कृत्वा एकारस्य स्थाने ऐ इति आदेशः भवति जय् योगः अयोगः इति जयति आम् हा सम्यक् समीचीनं तर्हि अग्रे तङ्गलक्ष्मी भगिनी अस्ति वा अस्तु रमाशिवरामन् भगिनी क्लिश्नाति क्रयादिगणः क्रयादिगणः क्लिश्नाति श्ना विकरणप्रत्ययः अतः क्रयादिगणः अत्र गुणः भवति वा क्लिश्नाति न किमर्थं न भवति गृह्णाति क्लिश्नाति न अभवत् गुणः न भवति गुणः न भवति हा गुणः न भवति सत्यमेव परन्तु किमर्थं गुणः न भवति नत्वं कारणेन न न गुणकार्यं सामान्यतया कदा भवति इकार उकार भवति चेत् ऋकार भवति चेत् हा इकारः उकारः ऋकारः भवति चेत् गुणः भवति उपदायां ह्रस्व इकारः उकारः ऋकारः अस्ति चेत् गुणः भवति परन्तु तत्र कारणं किं केन कारणेन गुणः भवति एवमेव गुणः न भवति खलु अत्र कारणं किमपि अस्ति इत्युक्ते प्रत्ययः एव कारणं प्रत्ययः अस्ति चेत् गुणः भवति अत्र तु श्ना हा श्ना अस्ति श्ना इति प्रत्यये शकारः अस्ति परन्तु पकारः नास्ति अतः शकारः अस्ति अतः गुणः न भवति शप् अस्ति चेत् गुणः भवति शकार श अस्ति चेत् गुणः न भवति इदानीं तु श्ना पकार न अभवत् अतः गुणः न भवति हा अतः एतत् सर्वदा मनसि भवेत् यत्र शकारः अस्ति तत्र गुणस्य कृते प्रेरणा अस्ति इत्युक्ते गुणकार्यस्य प्रसक्तिः अस्ति परन्तु पकारः नास्ति अतः गुणकार्यं न भवति अस्तु सर्वदा प्रत्यये कीदृशवर्णः अस्ति इति द्रष्टव्यम् अस्तु समीचीनम् अस्तु अग्रे सन्दीप् महोदय हृ धातुः भरति क्रियापदं इदं तु भादिगणे ऋकार अर् अभवत् गुणः अभवत् सत्यं सत्यं समीचीनं योगः योगः ति अतः हरति हरति सत्यं समीचीनमस्ति अस्तु तर्हि अत्र समयः अभवत् तर्हि अत्र स्थगयामः कोऽपि प्रश्नः वा एतावता सर्वे कृपया गृहपाठरूपेण अवशिष्टः अभ्यासः तं कृपया कुर्वन्तु अस्तु अग्रिमसप्ताहे पश्यामः समीचीनं धन्यवादः नमस्कारः नमस्कारः धन्यवादः नमस्कारः शुभदिनं च शुभदिनं धन्यवादः